अद्यतनविषयः भवति गुणद्रव्यप्रत्यक्षम् इति. आरम्भे किञ्चित् केन इन्द्रियेण कः गुणः ग्राह्यः भवति अथवा किं द्रव्यं ग्राह्यं भवति इति सर्वं दृष्ट्वा अग्रे सरेम. गुणस्य द्रव्यस्य प्रत्यक्षं केन इन्द्रियेण अपि च कथं भवति इति चर्चां वयं कुर्मः. आरम्भे ग्राह्यः नाम कः, ग्राहकः इत्युक्ते किम् इति सर्वं किञ्चित् परिशीलयामः. ग्राह्यः न इत्युक्ते कर्मणि प्रयोगे अस्ति ग्राह्यः इति पदं. ग्राह्यः गृह्यते इति ग्राह्यः. इन्द्रियेण यः गुणः गृह्यते सः ग्राह्यः. ग्राहकः इति यः गृह्णाति सः ग्राहकः इति भवति. इदानीं चक्षुरिन्द्रियेण कः गुणः ग्राह्यः भवति? रूपं ग्राह्यम् इति. ग्राह्यं चक्षुरिन्द्रियेण ग्राह्यं भवति. तथैव तर्हि नमस्ते नीता भगिनी वा? इदानीमेव आरब्धवन्तः पञ्चाशत्तमपुट अद्य चर्चा. प्रथमतया ग्राह्यः ग्राहकः शब्दस्य परिचयः भवतु इति कृत्वा, ग्राह्यः नाम गृह्यते इति ग्राह्यः. इन्द्रियेण यः गुणः अथवा यद् द्रव्यं गृह्यते तद् भवति ग्राह्यम् अथवा ग्राह्यः. अपि च तत्र इन्द्रियं भवति ग्राहकः, गृह्णाति इति ग्राहकः भवति. अस्तु, इदानीं केन इन्द्रियेण कः गुणः ग्राह्यः भवति इति वयं किञ्चित् चर्चितवन्तः. चक्षुरिन्द्रियेण कः गुणः ग्राह्यते? रूपम्. त्वक् इन्द्रियेण स्पर्शः इति गुणः अस्ति, तद् गृह्यते. तर्हि स्पर्शः ग्राह्यः. घ्राणेन्द्रियेण गन्धः इति गुणः ग्राह्यः भवति. रसनेन्द्रियेण रसः इति गुणः. श्रोत्रेन्द्रियेण शब्दः इति भवति. शब्दः ग्राह्यः भवति. एतानि सर्वाणि इन्द्रियाणि बाह्येन्द्रियाणि इति वयं जानीमः एव. मनः इति आभ्यन्तर इन्द्रियम्. आत्मनि ये गुणाः भवन्ति, केचन गुणाः आत्मनि अपि सन्ति, तेषां ग्रहणं भवति मनसा. तर्हि तत्र आत्मनि विद्यमानः गुणः ग्राह्यः भवति, मनः ग्राहकः भवति इति वयं जानीमः एव. अनन्तरं काचित् चर्चा जाता कस्य विषये, प्रत्यक्षं किं भवति इत्यस्य विषये काचित् चर्चा जाता. तर्हि यत्किमपि वस्तु नैयायिकानां मतेन, प्राचीननैयायिकानां मतेन यत्किमपि वस्तु प्रत्यक्षं तथा भवति यदा तस्य परमाणुपरिमाणभिन्नरूपं भवति, अपि च उद्भूतरूपमपि भवति. परमाणुपरिमाणभिन्नपरिमाणम् उद्भूतरूपमपि यदा भवति कस्यचित् वस्तुनः, तदा वस्तु भवति प्रत्यक्षम् इति वयं जानीमः एव. नूतनतया किमपि आगतम्? के सन्ति नूतनतया? वर्धनी भगिनी अस्मि. अस्तु भगिनि. अनन्तरम् अन्य कोऽपि अस्ति खलु? अस्तु, सरला भगिनी, जयन्ती भगिनी, सन्ध्या भगिनी, नीता भगिनी, वर्धिनी भगिनी, तावन्तः एव जनाः वा? अस्तु, इदानीं द्रव्यस्य प्रत्यक्षं कथम् अस्ति इति, प्रत्यक्षयोग्याः द्रव्याः कीदृशाः इत्युक्ते यस्य उद्भूतरूपम् अस्ति, अपि च परमाणुपरिमाणातिरिक्तपरिमाणम् अथवा परमाणुपरिमाणभिन्नपरिमाणं यस्य तदपि भवति प्रत्यक्षम् इति गते सप्ताहे अपि चर्चितवन्तः. अपि च एकं कोष्टकम् अस्ति 35 पुटे, तत्र परिमाणानां श्रेणित्रयं दर्शितमस्ति, परमाणुपरिमाणं, परममहत् परिमाणं, मध्यमपरिमाणम् इति. मध्ये पश्यन्ति चेत् तत्र अस्ति परमाणुपरिमाणं, परममहत् परिमाणं, मध्यमपरिमाणम्. परमाणुपरिमाणम् इत्युक्ते परमाणवः, लघु लघु परमाणवः, अपि च द्वे अणुकानि नाम परमाणुद्वयं, तस्य परिमाणं द्वे अणुकम् इति उच्यते. परमाणवः, द्वे अणुकानि, मनांसि च परमाणुपरिमाणम् इत्यस्यां श्रेण्यां, परममहत् परिमाणम् इत्यस्यां श्रेण्याम् आकाशः, कालः, दिग्, जीवः, ईश्वरः. मध्यमपरिमाणमित्यस्यां श्रेण्यां घटपटादयः, पृथिव्यादिचतुष्टयस्य विभागग्रन्थे शरीरेन्द्रियविषयभेदात् इत्यनेन ये दर्शिताः ते सर्वे अपि. पृथिव्यादिचतुष्टयः इत्युक्ते तत्र पृथिवी, तेजः, जलम् एतत् सर्वं मध्यमपरिमाणं भवति इति अस्मिन् ग्रन्थे परिमाणस्य श्रेणित्रयम्. किन्तु वस्तुतः तर्कशास्त्रमूलग्रन्थे तु चतस्रः श्रेण्यः भवन्ति इति उक्तमासीत् वर्गे. तत्र प्रथमतया द्विविधम् अस्ति परिमाणम्, अणुपरिमाणम् अपि च महत् परिमाणम्. प्रथमतया द्विविध्यम् अणुपरिमाणं, महत् परिमाणम् इति परिमाणद्वयम्. पुनः अणुपरिमाणे परमाणुपरिमाणं, मध्यमा अणुपरिमाणम् इति भवति. महत् परिमाणम् इत्यत्र परममहत् परिमाणं, मध्यममहत् परिमाणम् इति भवति. वस्तुतः श्रेणीचतुष्टयं भवति, मूलतः श्रेणीद्वयम् अणुपरिमाणं, परिमाणं च, पुनः तयोः द्वैविध्यम् परमाणुपरिमाणं, मध्यमाणुपरिमाणम् इति. महत् परिमाणे परममहत् परिमाणं, मध्यममहत् परिमाणम् इति. अस्मिन् ग्रन्थे तु परमाणुपरिमाणम् इत्यस्मिन् उभौवपि, परमाणुपरिमाणं, मध्यमाणुपरिमाणम् उभौपि अस्मिन् एव श्रेण्याम्, अस्यामेव श्रेण्याम् अन्तर्भूतः सः अस्तु इति अस्ति. तर्हि परमाणु आम् संशयः अस्ति, इदानीं पृच्छामि वा अनन्तरं? अस्मिन् कोष्टके प्रथमस्तम्भे यत् अस्ति पृथिव्यादि चतुष्टयस्य परमाणवः इति, इत्युक्ते पृथ्वी, जलं, तेज, तेषां द्वयणुकानि वा, तेषां परमाणवः अपि च द्वयणुकानि. द्वयणुकानि इत्युक्ते किं, बहु लघुरूपेण द्वयणुकानि सन्ति इति? न न, परमाणु इत्युक्ते तु जानाति, परमाणु यस्य पुनः विभजनं न भवति तादृशं वस्तु परमाणु. आम् आम्. पुनः द्वयोः परमाणोः मेलनेन यद् जायते तत् द्व्यणुकं, परमाणुद्वयं तदेव द्वयणुकम्. अस्तु, परमाणूनाम् अपि च द्वे अणुकम् इति यदुच्यते तेषां तेषां सर्वेषां परिमाणं परमाणुपरिमाणम् इति उच्यते यत् प्रथमस्तम्भे अस्ति. इत्युक्ते स्वभावे पृथ्वी जलं तेजस् द्वय अणुकानि रूपेण भवन्ति वा परमाणुस्तरे तथा भवन्ति. अस्तु इदानीं घटः इति स्वीकुर्मश्चेत् तदपि पृथ्वी घटस्य उत्पादनार्थं कपाले स्तः कपालौ स्तः कपालः कपालद्वयं पुनः पृथ्वी एव तथैव विभजनं कृत्वा कुत्र अन्ततो गत्वा परमाणवः प्राप्यते खलु ते एव पृथ्वी परमाणवः तथैव जले अपि तेजसि अपि परमाणवः भवन्ति. अस्तु तत्र मध्यमपरिमाणरूपे मध्यमपरिमाणम् इत्युक्ते तत्रापि पृथिव्यादिचतुष्टयस्य विभागग्रन्थे शरीरेन्द्रियविषयभेदा इति अर्थं न अवगच्छामि भगिनि. नाम पृथिव्यादिचतुष्टय नाम पृथ्वी तेजः पृथ्वी जलं जलं तेजः वायुः अपि वायोः हा वायोः अपि तत्र तस्मिन् सर्वत्र गन्धवती पृथ्वी इति. अस्तु एवं कुर्मः केवलम् एकं पठिष्यामः त्रिचत्वारिंशत् तमे पुटे पठति वा भगिनि शीतस्पर्शस्य आपः. अस्तु आम् त्रिचत्वारिंशत् पुटे कुत्र भगिनि रूपरहितस्पर्शवान् हा हा तत्सर्वं तर्हि किमपि एकं पठतु शीतस्पर्शवत्यः आपः केवलं पुनस्मरणार्थम्. अस्तु शीतस्पर्शवत्य आपः ताः द्विविधाः नित्या अनित्याश्च. नित्याः परमाणुरूपाः अनित्याः कार्यरूपाः पुनस्त्रिविधाः शरीरेन्द्रियविषयभेदात्. अस्तु शरीरं वरुणलोके इन्द्रियं रसग्राहकं रसनं जिह्वाग्रवर्ति विषयः सरित्समुद्रादिः. अत्र पश्यति चेत् तथा अस्ति उष्णस्पर्शवत् तेजः रूपरहितस्पर्शवान् वायुः गन्धवती पृथ्वी इति सर्वम् उक्त्वा तत्र न स्थगितं खलु तत्र पुनः त्रिविध नित्याः परमाणुरूपा अनित्याः कार्यरूपा नाम किं तत्र जलस्य अथवा आपः तत्रापि परमाणवः सन्ति एव पुनः बृहद्रूपेण भवति परमाणूनां मेलनेन यद् जायते तादृशं द्रव्यं बृहद्रूपेण भवति अपि च तत्रापि पुनः त्रिविध भवति सरला भगिनी किम् अस्तु धन्यवादः. अस्तु हा तर्हि अत्र पश्यन्ति चेत् तत्र आपः केवलं जलं नास्ति तत्र जलस्य शरीरम् इन्द्रियं सर्वम् अन्तर्भूतं खलु तदैव तथैव उक्तम् अत्र मध्यमपरिमाणम् इत्यस्मिन् कटपटादयः पृथिव्यादिचतुष्टयस्य विभागग्रन्थे शरीरेन्द्रियविषयभेद इत्यनेन ये दर्शिताः ते सर्वे अपि इति. तर्हि अस्माभिः स्मर्तव्यम् इदानीं तैजसं द्रव्यम् इति वदामश्चेत् केवलं तादृशं द्रव्यं नास्ति तत् सम्बन्धम् इन्द्रियम् अपि तत्र भवति अन्तर्भूतं शरीरेन्द्रियविषयभेदात् इति प्रदर्शितम् अत्र. आम् आम् अस्तु तर्हि अत्र अस्मिन् ग्रन्थे श्रेणित्रयम् अस्ति परिमाणानां परमाणुपरिमाणं तस्मिन् परमाणवः द्व्यणुकानि नान्ति पुनः परममहत् परिमाणम् आकाशकालः दिग् इत्यादयः मध्यमपरिमाणे घटपटादयः पृथिव्यादिचतुष्टयं च इति अस्ति परिमाणस्य विषये. किमर्थम् उक्तं परिमाणस्य विषये यतोहि अद्य भवति चर्चा प्रत्यक्षयोग्याः के के इत्यस्य विषये. तर्हि तत्र प्राचीननायिकानां मतेन यस्य उद्भूतरूपमपि अस्ति परिमाणभिन्नपरिमाणमस्ति, नाम यस्य परमपरिमाणं भवति मध्यमपरिमाणं भवति अपि च उद्भूतरूपमपि अस्ति, तादृशं द्रव्यं भवति प्रत्यक्षयोग्याः इति उक्तम् अत्र. तादृशः पदार्थः भवति प्रत्यक्षयोग्यः इति. अस्तु, नूतनतया केन केन आगतम्? नमस्ते रक्षा भगिनी, अहं लक्ष्मी. अस्तु लक्ष्मी भगिनी, अनन्तरं? नमस्ते भगिनी, अहं रत्ना अस्मि. अनन्तरं अनन्तरं नूतनतया कोऽपि? अस्तु, अत्र प्रत्यक्षयोग्याः इत्यस्यां चर्चायां प्रथमतया उद्भूतरूपम् अपि च महत् परिमाणम् अथवा मध्यममहत् परिमाणं स्यात् इति नियमद्वयम् अस्ति. अपरः एकः अपि नियमः अस्ति, द्रव्य इन्द्रियसंयोगः भवतु इति. तत्र तत्र उच्यन्ते यत् इदानीं पुस्तकम् इति अस्ति, अस्तु, त्वचा यदा वयं पुस्तकं स्पृशामः तदा त्वचा पुस्तकस्य त्वचा सह पुस्तकस्य संयोगः भवति खलु. यदा पुस्तकस्य स्पर्शः भवति, हस्तेन वयं पुस्तकं नयामः अथवा स्पृशामः, तत्र पुस्तकम् इति द्रव्यम् अस्ति, त्वक् इन्द्रियम् अस्ति, त्वक् पुस्तकयोः संयोगः भवति इति बुद्धं वा? अवगतं वा? आम् आं भगिनि. तर्हि कस्मिन् पुष्टे आसम्? पञ्चाशत्तमे पुटे. ओ, पञ्चाशत्तम, धन्यवादः. अस्तु, तर्हि नियमत्रयम् उद्भूतरूपं परमाणुपरिमाणभिन्नपरिमाणम् अपि च द्रव्य इन्द्रियसंयोगः भवतु प्रत्यक्षयोग्यतायाः निर्णयार्थम् एते त्रयः अपि नियमाः भवन्तु इति. उद्भूतरूपं परमाणुपरिमाणभिन्नरूपं भिन्नपरिमाणम् अपि च द्रव्योन्द्रियसंयोगः. इदानीं कोऽपि प्रष्टुं शक्नोति, तर्हि अत्र घटः इति उच्यते चेत् घटस्य किं घटस्य प्रत्यक्षयोग्यता अस्ति एव. तर्हि तत्र घटस्य उद्भूतरूपमस्ति, घटस्य परमाणुपरिमाणभिन्नरूपं तु अस्ति एव. अनन्तरं द्रव्य इन्द्रियसंयोगः भवतु इत्युक्ते कथं तथा स्यात् इति. पुस्तकस्य स्पर्शविषये तु आसीत् तत्र त्वक् पुस्तकयोः संयोगः आसीत्, किन्तु इदानीं यः प्रत्यक्षयोग्यः इति वदन्ति चेत् तद् तेन तत्र घटस्य रूपं प्रत्यक्षं भवति, घटः अपि प्रत्यक्षं भवति. तर्हि चक्षुघटयोः संयोगः भवति वा इति प्रश्नः भवितुमर्हति, कथं तत् स्यात्? तर्हि तेषां न्यायिकानां तर्कः एवम् अस्ति यत् चक्षुषः कश्चन तेजः अस्ति, तेजः चक्षुषः यदस्ति तद् घटं प्रति गच्छति. अस्तु, चक्षुः नाम केवलं नेत्रम् इति न, चक्षुः भिन्नमस्ति, चक्षुरिन्द्रियं भिन्नम्. चक्षुषः अन्ते यः तेजः अस्ति तदस्ति चक्षुरिन्द्रियं, तच्च तेजः घटं प्रति गच्छति इति कृत्वा तत्रापि द्रव्य इन्द्रियसंयोगः जायते एव. यथा वयं जानीमः घटस्य प्रतिफलितः प्रकाशः चक्षुषाः अन्ते गच्छति इति न, स्वयं चक्षुरिन्द्रियम् एव किञ्चन तेजः अस्ति. चक्षुरिन्द्रियं तेजः अस्ति, तच्च तेजः गच्छति, तच्च तेजः गच्छति घटस्य प्रति, घटं प्रति अथवा पुस्तकं प्रति, यत्किमपि वयं यस्य कस्यापि उद्भूतरूपं वयं द्रष्टुं शक्नुमः, तं प्रति गच्छति तादृशतेजः, तदा भवति द्रव्य इन्द्रियसंयोगः इति तेषां मतमस्ति. अस्तु, इदानीं तु वयं जानीमः एव प्रत्यक्षयोग्यतायाः के के नियमाः इति. उद्भूतरूपं परममहत् परमाणुगणातिरिक्तरूपं भवतु, अपि च द्रव्येन्द्रियसंयोगः भवतु इति. तर्हि चित्रद्वयम् अस्ति अत्र, तस्य किञ्चित् परिशीलनं कुर्मः. तर्हि जयन्ती भगिनी, पञ्चाशत्तमे पुटे यद् चित्रम् अस्ति, किञ्चित् वदति वा तस्य विषये अधोभागे? तर्हि एकनिमिषः. प्रथमतया इन्द्रियाणां या चर्चा आसीत् तस्य किञ्चित् कुर्मः. इदानीं वयं जानीमः चक्षुः, त्वक् अपि च मनः, ते कीदृशाः इन्द्रियाः, तानि कीदृशानि इन्द्रियाणि? जयन्ती भगिनी वदति वा द्रव्यं चक्षुषा, त्वक्षा, मनसा, द्रव्यं गुणो उभय अपि ग्राहकं भवति तैः. परन्तु ग्राणेन वा रसनेन वा श्रोत्रेण केवलं गुणस्य ग्राहणमेव भवति. चक्षु, त्वक्, मनः तादृशम् इन्द्रियम् अस्ति येन गुणः द्रव्यं गुणो तस्य द्रव्यस्य द्रव्ये आश्रितः गुणम् अपि गृह्यते. सत्यं, चक्षुः, त्वक् अपि च मनः तादृशम् अस्ति येन केवलं गुणः इति न, अपि च तदाश्रयः द्रव्यम् अपि गृह्यते. किन्तु ग्राणं, रसनं, श्रोत्रम् इति तादृशम् इन्द्रियम् अस्ति येन केवलं गुणमात्रं गृह्यते. अस्तु, तर्हि रूपग्राहकम् इन्द्रियं किम् अस्ति? चक्षुः. स्पर्शग्राहकं किं भगिनी, पुनः वदतु. त्वक् इत्यनेन स्पर्शग्राहकं किमस्ति? रूपग्राहकं तु त्वक् इति अस्ति. किन्तु एतत् श्रूयते वा भगिनि? आम् आम्, इदानीम् अस्तु. किन्तु रूपग्राहकम् इन्द्रियं चक्षुः इति वदामः, ग्राहकं गृह्णाति इति ग्राहकं, रूपग्राहकं चक्षुः इति वदामः. किन्तु अन्ये अपि गुणाः सन्ति, यथा सङ्ख्या, तदपि गृह्यते खलु? सः अपि गुणः गृह्यते खलु चक्षुषा? उत्पीठिकायां चत्वारि पुस्तकानि सन्ति चेत् चक्षुषा रूपम् इति न, अपि तु सङ्ख्या अपि गृह्यते. सङ्ख्या नाम गुणः, सः अपि गृह्यते चक्षुषा. परन्तु किमर्थं केवलं रूपग्राहकम् इन्द्रियं चक्षुः इति वदामः? ऊहा कर्तुं शक्नोति वा? तत्र चक्षुषा एव केवलं रूपस्य ग्रहणं भवति, अन्य इन्द्रियेण न भवति. हा, तथैव अस्ति. नाम तत्र सङ्ख्या इति गुणः अस्ति चेत् स्पर्शं कृत्वा अपि वयं सङ्ख्या का इति ज्ञातुं शक्नुमः. चत्वारि पुस्तकानि सन्ति चेत् स्पर्शेण अथवा त्वचा अपि ज्ञातुं शक्नुमः सङ्ख्या का इति. अस्तु, तथैव त्वक् इति यदिन्द्रियम् अस्ति तेन केवलं स्पर्शः इति न, संख्या अपि गृह्यते, किन्तु रूपमिति यः गुणः तस्य ग्राहकं केवलं चक्षुः, स्पर्शः इति यः गुणः अस्ति तस्य ग्राहकं केवलं त्वक्, अन्येन इन्द्रियेण अथवा अन्यैः इन्द्रियैः न ग्रहीतुं शक्यते इत्यतः रूपग्राहकं चक्षु अथवा स्पर्शग्राहकं त्वक् इति वक्तुं शक्नुमः इति एकः अंशः आसीत्। अस्तु जयन्ति भगिनी, तर्हि अन्येषु त्रिषु इत्यस्मात् आरभ्य किञ्चित् पठतु। तेषु वा ततः वा पठतु, ततः एव पठतु। अस्तु, तेषु चक्षुस्त्वक् मनांसि गुणस्य एव तदाश्रयद्रव्यस्य अपि प्रत्यक्षं जनयन्ति। चक्षुषा रूपस्य एव तदाश्रयस्य घटादेरपि प्रत्यक्ष उत्पादनात् भवतिः उन्मीलिनयनस्य पुंसः नीलो घटः इति प्रत्यक्षात्मकं ज्ञानम्। एवमेव त्वग् इन्द्रियमनसोः अपि आश्रयग्राहकत्वं बोध्यम्। अन्येषु त्रिषु इन्द्रियेषु रसनेन्द्रियग्राणेन्द्रिययोः गुणमात्रग्राहकता न तु द्रव्यमपि ताभ्यां गृह्यते। यद्यपि गुडः चक्षुषा गृह्यते इति न सः अतीन्द्रियः, तथापि ग्राणरसनयोः गुणाश्रयग्राहकत्वं नास्ति। ग्राणं गन्धस्य, रसना रसस्य च जनयति प्रत्यक्षम्। अग्रे पठामि वा? किम् अभवत्? हरि ओम्। रक्षाभगिन्याः कनेक्षन् नष्टः इति। आम्, नमस्ते। हा नमस्ते भगिनि, क्षम्यतां मम कनेक्षन् भग्नं जातम्। अस्तु, वदतु भगिनि किञ्चित् सारांशत्वेन वदतु। हा, यथा वयं उक्तवन्तः, चक्षुरिन्द्रियेण केवलं गुणं न गुणस्य आश्रयं द्रव्यम् अपि ग्रह्यते। तादृशं त्वचा वा मनसि मनसा अपि गुणस्य च गुणम् आश्रयस्य च ग्राहकं भवति। परन्तु रसन ग्राण इन्द्रियाभ्यां ग्रहणं केवलं गुणस्य एव भवति, द्रव्यस्य ग्राहकं न भवति। अत्र अतीन्द्रियः नाम कः इति किञ्चित् वदतु। यः शक्तेः बहिः अस्ति, इन्द्रियस्य शक्तेः बहिः अस्ति, तत् अतीन्द्रियः, यस्य ग्रहणं वयं न कर्तुं शक्नुमः। आकाशः अतीन्द्रियः, यद्यपि अत्र गुडस्य विषये गुडस्य रूपं चक्षुषा वयं ग्रहीतुं शक्नुमः। यद्यपि गुडस्य रसः एव गृह्यते रसनेन्द्रियेण अथवा गुडस्य गन्धः एव गृह्यते घ्राणेन्द्रियेण, तथापि गुडस्य रूपं तु चक्षुषा गृह्यते एव। तर्हि गुडः अथवा घटपटादयः ते सर्वे अतीन्द्रियाः न भवन्ति। इति एकः अंशः अस्ति अत्र तावदेव. तत्तु अहं न सम्यक् अवगच्छामि भगिनि. अतीन्द्रिय इत्युक्ते तस्य रूपमेव अहं न ग्रहीतुं शक्नुमः खलु? चक्षुषा तस्य रूपं न ग्रहीतुं शक्नुमः. हा, चक्षुषा इति न, केनापि इन्द्रियेण तस्य ग्रहणं न भवति. यथा आकाशः श्रोत्रेन्द्रियम् इति यद् अस्ति तेन केवलं आकाशे विद्यमानाः गुणस्य एव ग्रहणं भवति. किन्तु आकाशः यः आश्रयः अस्ति गुणस्य, शब्दगुणस्य, तस्य ग्रहणं, आकाशस्य ग्रहणं केनापि न भवति. बुद्धं वा? हा, परन्तु अत्र इति न सः अतीन्द्रियः इत्युक्ते चक्षुः न अतीन्द्रियः. तत्र इति न सः, सः इत्युक्ते गुणः. वाक्यं पठतु इदानीं, पश्यतु तत्र. यद्यपि गुणः चक्षुषा गृह्यते इति न सः अतीन्द्रियः, तथापि ग्राणरसनयोः गुणाश्रयग्राहकत्वं नास्ति. तद् मध्यभागं त्यजतु. यद्यपि गुणः गृह्यते तथापि ग्राणरसनयोः गुणाश्रयग्राहकत्वं नास्ति. तत्र गुणाश्रयः कः? गुणः. चक्षुषा गुणः गृह्यते, तर्हि सः न अतीन्द्रियः. आम् इत्येव तत्र तावदेव. अस्तु अस्तु. अपि च ग्रहणं गन्धस्य रसना रसस्य च जनयति प्रत्यक्षम् इति उक्तम् इति बुद्धं स्यात्. अग्रे अग्रे नीता भगिनी पठति वा? नीता भगिनी अस्ति किं? नमस्कारः भगिनि. आम्, शिष्टं श्रोत्रेन्द्रियं कर्णपुटेन पृथक्कृतः आकाशदेश एव, न तु शब्दस्यैव प्रत्यक्षं जनयति, न तु आश्रयस्य. कुतः तत्तु शब्दस्यैव प्रत्यक्षं जनयति, न तु आश्रयस्य. कुतः आश्रयस्य आकाशस्य अतीन्द्रियत्वात् यस्मिन् हि परमाणु परिमाण अतिरिक्तपरिमाणम् उद्भूतरूपं च भवति, तस्यैव द्रव्यस्य बहिरिन्द्रियेण प्रत्यक्षं भवति नान्यस्य इति च निर्णीतम्. उच्यताम् आरांशः कः इति. शिष्टमित्युक्ते अवशिष्टः श्रोत्रेन्द्रियमित्युक्ते कर्णः पृथक्कृतः. कर्णपुटः नाम इयर्ड्रम्. आम्, इयर्ड्रम्. पृथक्कृतः इत्युक्ते इत्युक्ते पृथक्कृतः वयं भगिनि. अस्तु, वदतु भगिनि. पृथक्कृतः आकाशदेश एव. आकाशदेश एव नाम यथा शरीरेन्द्रियविषयभेदादिति उक्त्वा कस्यापि द्रव्यस्य कस्यचित् द्रव्यस्य भवति इन्द्रियं, पार्थिव इन्द्रियं भवति ग्राणं, तथैव आकाशदेश एव इत्युक्ते आकाशमपि द्रव्यं खलु, तस्य इन्द्रियम् अस्ति श्रोत्रेन्द्रियम् इति. अस्तु. तत्तु शब्दस्यैव प्रत्यक्षं जनयति. आम्, कर्णः शब्दः एव ग्राह्यति, अतः शब्दस्यैव प्रत्यक्ष गृह्णाति, अतः शब्दस्यैव प्रत्यक्षं जनयति. न तु शब्दाश्रयद्रव्यं किम् अत्र? भगिनि पुनः शब्दाश्रयद्रव्यं किम्? आकाशः. शब्दस्य आश्रयः आकाशः. पृष्टं शब्दाश्रयः कः इति. आकाशः खलु? आम् आम्. आकाशः इति द्रव्यं, सः आश्रयः. कस्य आश्रयः? शब्दस्य. तर्हि आश्रयस्य आकाशस्य न भवति, प्रत्यक्षं न भवति. कुतो न भवति? आश्रयस्य आकाशस्य अतीन्द्रियत्वात्. इत्युक्ते किम् अवगतम्? अतीन्द्रियत्वं किमर्थमस्ति आकाशस्य? नीता भगिनी. आं भगिनि, आश्रयस्य आकाशस्य अतीन्द्रियत्वात्. इदानीं जयन्ती भगिन्या उक्तमासीत् अतीन्द्रियः नाम येन केनापि इन्द्रियेण न गृह्यते इति अतीन्द्रियः. गुडः तादृशः नास्ति. किमर्थं चेत् तस्य रूपम् अथवा गुडः इति एकं द्रव्यमस्ति इति गृह्यते चक्षुषा. तथैव घटः सर्वमपि, वायुः अपि तथा. किमर्थं चेत् त्वचा गृह्यते. त्वचा स्पर्शः केवलं न, किन्तु वायुः स्यात् स्पर्शस्य आश्रयः इति कृत्वा वायुः अपि द्रव्यमस्ति स्पर्शाश्रयः, सः गृह्यते. किन्तु आकाशः तथा अस्ति वा? केनापि इन्द्रियेण गृह्यते वा आकाशः? न न न इति कृत्वा आकाशः अतीन्द्रियः. तदर्थं श्रोत्रेन्द्रियं यद्यपि जनयति शब्दस्य प्रत्यक्षं, तदाश्रयस्य आकाशस्य न कदापि भवति प्रत्यक्षं, यतोहि आकाशः अतीन्द्रियः. अस्तु, अनन्तरं यदुक्तं तदस्ति अस्माकं मूलविषयः अद्यतन. भगिनी एकः प्रश्नः अत्र, अतीन्द्रियत्वम् इति भवति, तद् आकाशस्य धर्मः इति वा? यथा घटत्वं तथा न वक्तुं शक्नुमः भगिनि. इदानीं चिन्तयतु, धर्मः आकाशस्य अपि स्यात्, किन्तु तादृशः अतीन्द्रियत्वम् अन्यत्रापि भवितुमर्हति खलु? हा, किं सत्यम्, अतीन्द्रियत्वम् इत्युक्ते धर्मः. तत् वक्तुं शक्नुमः, अतीन्द्रियत्वम् इति कश्चन अस्ति धर्मः आकाशस्य, वक्तुं शक्नुमः किल? इति चिन्तयामि, वक्तुम् अवश्यम्. अस्तु अस्तु, धन्यवादः. तर्हि अद्य मूलविषयः अस्ति प्रत्यक्षयोग्यता. प्रत्यक्षयोग्यतार्थं परमाणु परिमाण अतिरिक्तपरिमाणम् उद्भूतरूपं भवतु इति. तादृशस्य द्रव्यस्य एव बहिरिन्द्रियेण प्रत्यक्षं भवति. बहिरिन्द्रियं नाम चक्षुत्व, घ्राणं, रसनं, श्रोत्रं. तेषु तु वयं जानीमः घ्राणं, रसनं, श्रोत्रं, तैः न कदापि द्रव्यं गृह्यते. घ्राणं, रसनं, श्रोत्रं, तैः न कदापि द्रव्यं गृह्यते. केवलं गुणः एव गृह्यते घ्राणरसनश्रोत्रे श्रोत्रैः. तर्हि अवशिष्टमस्ति द्वे इन्द्रिये, चक्षुः, त्वक्. ताभ्यामेव, चक्षुत्वक् चक्षुभ्यामेव द्रव्यस्य ग्राहकत्वं भवति अथवा द्रव्यस्य ग्रहणं भवति. तर्हि यः कोऽपि पदार्थः अथवा यत्किमपि वस्तु चक्षुषा अथवा त्वचा गृह्यते, अपि च परमाणु परिमाणातिरिक्तपरिमाणं भवति, तस्य प्रत्यक्षं भवति इति अस्ति अत्र. बुद्धं वा? प्रत्यक्षम् इत्यस्यां चर्चायां घ्राणं रसनं श्रोत्रं न भवति एव. किमर्थं चेत् घ्राणं रसनं श्रोत्रम् एतैः इन्द्रियैः केवलं गुणमात्रग्राहकत्वं. तर्हि प्रत्यक्षयोग्याः के के इत्यस्यां चर्चायां तस्य तानि त्यक्त्वा केवलं चक्षुषा गृह्यते वा अथवा त्वचा गृह्यते वा किमपि वस्तु इति परिशीलनं कुर्मः अद्य अग्रे गत्वा. अस्तु, सन्ध्या भगिनी, अत्र चित्रमस्ति, किञ्चित् पठित्वा वदति वा भगिनि? इत्युक्ते उद्भूतरूपं नास्ति, अतः ग्राणं रसनं श्रोत्रं प्रत्यक्षयोग्याः न भवन्ति किल? इन्द्रियाणि न, किन्तु तेभिः किं ग्राह्यते ते उद्भूत रूपाणि न सन्ति, अतः प्रत्यक्षयोग्याः न भवन्ति. अस्तु, तर्हि प्रश्नः एवमस्ति खलु, ग्राणम् इत्यनेन रसः गृह्यते, तर्हि रसस्य प्रत्यक्षं किमर्थं न इति भवत्याः प्रश्नः स्यात्. न, प्रश्नः न इत्युक्ते समरी इति वक्तुं शक्नुमः वा तथा इति मम. अस्तु अस्तु, समरी इति रूपेण वदामि चेत् अहं किं वदामि, चक्षु त्वक् चक्षु त्वक् एताभ्याम् एव द्रव्यस्य ग्रहणं भवति अथवा पदार्थस्य ग्रहणं भवति. अस्तु, किन्तु ग्राणं रसनं श्रोत्रम् एतैः केवलं गुणस्य एव. तर्हि किं वस्तु प्रत्यक्षयोग्यम् अथवा कः पदार्थः प्रत्यक्षयोग्यः इत्यस्यां चर्चायां केवलं चक्षुत्वक् एतयोः एव प्रयोजनं भवति इति उक्तं मया. बुद्धं वा? यतोहि इदानीं पश्यतु, गुडः इति अस्ति खलु. गुडस्य खादनेन गुडस्य रसः अस्ति इति रसनेन्द्रियेण वयं जानीमः एव. किन्तु गुडः प्रत्यक्षं भवति वा रसनेन्द्रियेण? केवलरसनेन्द्रियेण न. हा, रसनेन्द्रियेण गुडस्य प्रत्यक्षत्वं नास्ति, केवलं गुडे विद्यमानस्य रसस्य प्रत्यक्षं भवति. किन्तु चक्षुषा गुडः दृश्यते इति कृत्वा अथवा त्वचा तस्य इदानीं पुस्तकम् इति अस्ति, पुस्तकं वयं नेत्रं निमील्य अपि पुस्तकस्य स्पर्शं भवति चेत् स्पर्शः इति गुणः ग्राह्यते, अपि च ऊहामपि कर्तुं शक्नुमः ओ पुस्तकमस्ति इति. तर्हि त्वचा द्रव्यं किम् अस्ति इति खलु. द्रव्ये स्पर्शः अस्ति, पुस्तकमिति द्रव्यं, तस्मिन् स्पर्शः अस्ति, तस्य स्पर्शं कृत्वा केवलं स्पर्शः इति गुणः न, अपि तु एतत् पुस्तकं स्यात् इति अपि अनुमानं जातं मनसि. तर्हि अनुमानमपि कीदृशं ज्ञानमस्ति, एकं ज्ञानमस्ति अनुमानं प्रत्यक्षम् एतत् सर्वं किल. हा, तदर्थं चक्षुषा अथवा त्वचा यद् गृह्यते ते यः प्रत्यक्षयोग्याः भवन्ति. अस्माकम् अग्रिमा चर्चा अस्ति प्रत्यक्षयोग्याः के के इति. तदर्थम् उक्तं चक्षुषा अथवा त्वचा एताभ्यां यः ग्राह्यः अस्ति तस्य प्रायः प्रत्यक्षयोग्यता भवति. अस्तु, धन्यवादः भगिनि. अस्तु, तर्हि सन्ध्या भगिनी चित्रं दृष्ट्वा किञ्चित् वदति वा? न प्रत्यक्षयोग्याः, तत् किल? न, प्रत्यक्षयोग्याः इति अस्ति. प्रत्यक्षयोग्याः घटः पृथिव्यादित्रिकं उद्भूतरूपं परमाणुपरिमाणातिरिक्तपरिमाणं घटादयः. तर्हि प्रत्यक्षयोग्यः भवन्ति पृथिव्यादित्रिकम् इत्युक्ते पृथिवी आप् तेजः इति त्रयम्. अनन्तरं तेषां उद्भूतरूपम् अपि अस्ति, अपि च परमाणुपरिमाणभिन्नपरिमाणम् अपि अस्ति. अतः घटादयः ये द्रव्याणि यानि सन्ति तानि प्रत्यक्षयोग्यानि, ते प्रत्यक्षयोग्याः इति वदामः. इत्युक्ते तत्र द्रव्यस्य प्रत्यक्षं भवति. सत्यं, मध्यमपरिमाणम् इत्यस्यां श्रेण्यां भवन्ति घटादयः. घटं भवतु, घटः भवतु, जलं भवतु, तेजः भवतु, तत्सर्वं मध्यमपरिमाणं नाम परमाणुपरिमाणातिरिक्तपरिमाणम्. अपि च उद्भूतरूपमस्ति घटपटादीनाम् इत्युक्ते सम्यक् दृश्यमानं रूपमस्ति, तदर्थं ते सर्वे प्रत्यक्षयोग्याः. अस्तु भगिनि, तर्हि भवती एव तत्र अग्रिमे पृष्ठे चित्रमस्ति खलु, चित्र दक्षिणभागे दक्षिणतः पृथिव्यादित्रिकस्य इति किञ्चित् पठित्वा वदति वा? पृथिव्यादित्रिकस्य परमाणुः द्व्यणुकम् उद्भूतरूपम् अस्ति, परमाणुपरिमाणभिन्नपरिमाणं नास्ति. तर्हि पृथिवी आप् तेजः एतेषां त्रयाणां द्रव्याणां यदि तत्र परमाणुरूपं वा द्व्यणुकरूपम् इति अस्ति चेत् यद्यपि तेषाम् उद्भूतरूपम् अस्ति तथापि परमाणुपरिमाणभिन्नपरिमाणं नास्ति, इत्युक्ते मध्यमपरिमाणमपि नास्ति, परममहत्परिमाणमपि नास्ति, अतः प्रत्यक्षयोग्याः न भवन्ति. के परमाणवः? परमाणवः द्व्यणुकाणि च. सत्यं, परमाणवः अपि च द्व्यणुकानि पृथिव्यादित्रिकस्य, तेषां परमाणुपरिमाणभिन्नपरिमाणं नास्ति इति तु सरलमेव अस्ति, वयं जानीमः परमाणवः द्व्यणुकानि, तेषां परिमाणं भवति परमाणुपरिमाणम् इति कृत्वा प्रत्यक्षयोग्याः न भवन्ति. इदानीम् उक्तमस्ति उद्भूतरूपम् अपि अस्ति इति, उद्भूतरूपं तु अस्ति एव. अस्तु, पृथिवी सम्यक्तया दृश्यते वा, घटः कः, एतत् सर्वं पृथिवी इति यद् उच्यमानमस्ति, यद् घटः पटः आसन्दः तत्सर्वं सम्यक्तया दृश्यते, जलमपि सम्यक्तया दृश्यते, तेजः अग्निः तदपि सम्यक्तया दृश्यते खलु. तर्हि पृथिव्यादित्रिकस्य पृथिवी जलं तेजः तेज अस्ति एव उद्भूतरूपम्. प्रश्नः उदेत्, परमाणवः तु न दृश्यन्ते चक्षुषा, तर्हि कथं वयं वक्तुं शक्नुमः परमाणूनामपि उद्भूतरूपमस्ति इति, किल? तर्हि तत्र महत् मध्यम परिमाणस्य अनन्तरं मध्यमपरिमाणस्य रूपम् उद्भूतरूपम् अस्ति, अतः अनुमानं क्रियते वा तत्र परमाणुरूपस्य अपि उद्भूतरूपम् अस्ति इति? हा सत्यं भगिनि, यथा भगिन्या उक्तं तथैव. तर्हि बृहद् रूपं दृष्ट्वा घटः पृथिवी श्रेण्याम् अस्ति, तर्हि घटे उद्भूतरूपम् अस्ति चेत् बहूनां परमाणूनां संयोगेन अथवा तेषां मेलनेन एव घटः इति एकः पदार्थः सञ्जातः. तर्हि यदि घटे अस्ति उद्भूतरूपं, तर्हि तस्य परमाणुषु अपि स्यात् तादृशं रूपम् इति ऊहां कृत्वा पृथिव्यादित्रिकस्य परमाणुषु अपि अस्ति उद्भूतरूपम् इति उच्यमानमस्ति अत्र. तर्हि यद् मूले एव यदि अणूनाम् उद्भूतरूपं न अभविष्यत् तर्हि तेषां मेलनेन यद्वस्तु जायते तस्यापि न अभविष्यत् खलु. इति कृत्वा परमाणुषु द्वि अणुकेषु अपि अस्ति उद्भूतरूपं, किन्तु न सम्यक् दृश्यते, प्रत्यक्षयोग्याः न भवन्ति, यतोहि बहु लघु भवन्ति. लघुत्वात् नाम परमाणुपरिमाणभिन्नपरिमाणस्य अभावात् एते परमाणवः न दृश्यन्ते. नो चेत् उद्भूतरूपम् तु अस्ति एव वस्तुतः इति. बुद्धं वा? भगिनि, मम कृते प्रश्नमस्ति. संक्षेपेण चित्रं दृष्ट्वा चित्रस्य अवगमनं प्रयत्नं करोमि. चित्रं विना मम अवगमनम् अस्ति, चित्रं दृष्ट्वा एव किञ्चित् संशयः अस्ति. सो चित्रे परमाणुपरिमाणभिन्नपरिमाणं नास्ति इति उपविभागः अस्ति. डौन्लोड् एरो तृतीयादिकस्य परमाणुः द्वयाणुकम् इति तत्र अस्ति. सो तस्य अर्थः अस्ति यत्र द्वयाणुक रूपं रूपस्य द्वयाणुकरूपस्य प्रत्यक्षं न भवति. किमर्थं चेत् परमाणुपरिमाणभिन्नपरिमाणं भिन्नपरिमाणम् इत्युक्ते मध्यमपरिमाणम् अथवा परममहत् परिमाणं तादृशं परिमाणम् अस्ति वा? नास्ति. अस्तु, उद्भूतरूपं यत्र उद्भूतरूपम् अस्ति तत्र मध्यमपरिमाणम् अभवत्. ओ न न न, तथा नास्ति भगिनि. एवं चिन्तयतु, कण्डीशन्स् अस्ति. एकः पदार्थः प्रत्यक्षयोग्यः इति वक्तुं कण्डीशन्स्, नियमाः सन्ति. ते के? उद्भूतरूपं स्यात् अपि च परमाणुपरिमाणभिन्नपरिमाणं स्यात् इति. अत्र अत्र परमाणुषु अपि च द्वि अणुकेषु उद्भूतरूपं तु अस्ति एव, यतोहि पृथिवी खलु, पृथिवी, तेजः, जले उद्भूतरूपमस्ति, सम्यक् दृश्यमानं रूपं. तर्हि तेषां परमाणुषु अपि भवेत् रूपम् उद्भूतरूपं, तत्तु अस्ति. परन्तु परमाणुपरिमाणभिन्नरूपं नास्ति, भिन्नपरिमाणं नास्ति इति कृत्वा परमाणवः न प्रत्यक्षयोग्याः. बुद्धं वा? तर्हि इदानीं लक्ष्मी भगिनी खलु, तर्हि भवती एव अधस्तनचित्रं भवती एव किञ्चित् वदतु. मनः इति अस्ति खलु? अस्तु, मनः परमाणुपरिमाणभिन्नपरिमाणं न वर्तते. रूपं नास्ति. मनः मनसि अपि परमाणु परमाणवः. इदानीं लक्ष्मी भगिनी, इदानीं पृष्ठसङ्ख्या 53 पश्यतु, एकं कोष्टकमस्ति उपरितने भागे, पेज् 53, तत्र पश्यति वा? आमां. परमाणुपरिमाणम् इत्यस्मिन् स्तम्भे किं किम् अस्ति, पठतु किञ्चित्. पृथ्व्यादिचतुष्टस्य चतुष्ट्यस्य परमाणवः द्वयाणुकानि च मनांसि. मनांसि इति अस्ति खलु? इदानीं वदतु, मनः इति इति एकं द्रव्यं, तस्य परिमाणं किं? परिमाणं नाम सैज़्, मनसः परिमाणं किम्? मनसः परिमाणम् इदानीमेव भवती पठितवती. किमुक्तम्? इत्यनेन ये दर्शिताः ते सर्वे अपि लक्ष्मी भगिनी, इदानीं पठितं खलु भवत्या परमाणु परिमाणम् इति पठितं. परिमाणम् इत्युक्ते सैज़, सैज़् अस्ति. मनसः सैज़् किं, मनसः परिमाणं किं, परमाणु परिमाणम् इत्युक्ते अतीव लघुः. तर्हि मनसि परमाणु परिमाण भिन्नपरिमाणम् अस्ति वा? नास्ति. नास्ति, यतोहि मनसः परमाणुपरिमाणमेव. मनसः परिमाणं किं? परमाणुपरिमाणं. परमाणुपरिमाणभिन्नपरिमाणं तु नास्ति मनसि. अस्तु, तदेव प्रदर्शितम् अत्र. अपि च मनसि रूपमस्ति वा? नास्ति. तर्हि मनसः प्रत्यक्षं भवति किम्? नास्ति. न भवति. किमर्थम्? उद्भूतरूपं नास्ति. हा, उद्भूतरूपं नास्ति. परमाणु परिमाण भिन्नपरिमाणं नास्ति, अतः तस्य प्रत्यक्षं न भवति. इति प्रत्यक्षं न भवति एव इति कृत्वा मनसः अपि च पृथिव्यादित्रिकस्य परमाणूनां पृथिवी अणुकानि तेषामपि न भवति. अस्तु अस्तु, बुद्धं वा? आं, बुद्धं. धन्यवादः. अस्तु, तर्हि इदानीं रचना भगिनी, अत्र वामभागे पृथिव्यादिरूपाणि अपि तत् पठतु किञ्चित्. अस्तु, पृथिव्यादिरूपाणि अपि घ्राणरसनचक्षुः इन्द्रियाणि. ते रूपं वर्तते, तेषु रूपं वर्तते, उद्भूतरूपं नास्ति. पृथिव्यादि रूपाणि अपि घ्राणरसनचक्षुरिन्द्रियाणि. पृथिव्यादिरूपाणि अपि घ्राणरसनचक्षुः इन्द्रियाणि. इन्द्रियस्य विषये भवत्याः प्रश्नः आसीत् खलु? इदानीं घ्राणरसनचक्षु इन्द्रियद्वयम्, इन्द्रियत्रयं स्वीकुर्मः. तर्हि तत्र पृथिव्याः लक्षणविचारे यदा चर्चा जाता, तत्र गन्धवती, पृथ्वी इत्यादिकमासीत् खलु? शरीरम् अस्मादीनाम् इन्द्रियं गन्धग्राहकं घ्राणम् इति उक्तं खलु? तत्र घ्राणम् इति यदिन्द्रियम् अस्ति, तद् पृथिवी अस्ति वा न वा? आं, पृथिवी अस्ति. यतोहि पृथिव्याः पार्थिवेन्द्रियमस्ति, पार्थिववस्तु पृथिवी अस्ति एव. तथैव चक्षुः कस्य इन्द्रियं? तेजसः यदा लक्षण, तेजसः लक्षणस्य चर्चा अभवत् तत्र उक्तमस्ति खलु? आम्. इन्द्रियं रूपग्राहकं चक्षु कृष्णताराग्रवर्ति. तेजसः रूपमस्ति न वा? आम्, अस्ति. तर्हि इन्द्रियं, तत्सम्बद्ध इन्द्रियं चक्षु, तस्य रूपं स्यात् खलु? आम्. हा, इदानीं शीतस्पर्शवत्यः आपः इति जलस्य यदा लक्षणग्रन्थे चर्चा आसीत् तत्रापि इन्द्रियं रसग्राहकं रसनं, जलस्य अस्ति न वा रूपम्? आम्, अस्ति. जलस्य रूपम् अस्ति चेत् तत्सम्बद्ध इन्द्रियस्य रसनस्य अस्ति भवति न वा रूपम्? आम्, भवति. भवति एव खलु. तर्हि घ्राणरसनचक्षुरिन्द्रियं कुत्र भवन्ति? चक्षु तु पृथिवी पार्थिव इन्द्रियं, क्षम्यतां, घ्राणं तु पार्थिव इन्द्रियं, रसनं तु जलस्य इन्द्रियम्. अपि च चक्षुः इति यदस्ति तर्हि तेजस्, हा, तेजसम्बद्ध इन्द्रियम् अस्ति, एतेषां वस्तूनां पृथिव्यादि त्रिकस्य रूपम् अस्ति चेत् तत्तत् सम्बद्ध इन्द्रियस्य अपि भवति एव रूपम् इति बुद्धम्. रूपं वर्तते, वदतु इदानीं, वदतु. रूपं वर्तते, उद्भूतरूपं नास्ति. इत्युक्ते उद्भूतरूपम् इत्युक्ते यत् वयं द्रष्टुं शक्नुमः इति वा? सत्यम्. अस्तु, परन्तु ग्राणेन्द्रियस्य दर्शनं भवति किम्? न. ग्राणेन्द्रियं नाम नासिका इति न, इन्द्रियम्. इन्द्रियं येन येन गन्धस्य आस्वादनं भवति तादृशम् इन्द्रियं, केवलं नासिका इति न. अहं नासिकां पश्यामि तर्हि ग्राणेन्द्रियं तद् तस्य उद्भूतरूपम् इति कृत्वा तस्य प्रत्यक्षयोग्यता भवति इति न वक्तुं शक्नुमः. ग्राणेन्द्रियम् इति तादृशं तादृशी शक्ति येन गन्धस्य ग्रहणं भवति, तथैव रसनेन्द्रियम् अपि च चक्षुरिन्द्रियम्. एतानि पृथिव्यादिकस्य रूपाणि एव, तेषु रूपं भवति परन्तु उद्भूतरूपं नास्ति. बुद्धम्? भगिनी, किमर्थं परमाणुपरिमाण भिन्नपरिमाणं तत्र? परमाणुपरिमाणम् इत्यस्मिन् केवलं वस्तुत्रयं प्रदर्शितं तत्र, पश्यति वा? पेज् 53 वस्तुत्रयम् अस्ति. परमाणवः द्वे अणुकानि मनांसि मनांसि तद् भिन्नमस्ति खलु, तानि विहाय सर्वम् अन्यत्र वर्तन्ते. परममहत् परिमाणम् इत्यस्यां श्रेण्यां वर्तन्ते, नो चेत् मध्यमपरिमाणम् इत्यस्यां श्रेण्यां वर्तन्ते. बुद्धं भगिनि? न, मम प्रश्नः अस्ति, किमर्थं ग्राणरसनचक्षुरिन्द्रियाणि मध्यम वा महत् परिमाणम् इति वक्तुं शक्नोमि? तद् अग्रे आयाति इति मन्ये. अस्तु अस्तु अस्तु, इदानीम् एवं जानातु यत् परमाणपरिमाणे केवलं वस्तुत्रयं, परमाणवः द्वे अणुकानि मनांसि, तानि विहाय सर्वं अपरेषु श्रेणिषु वर्तन्ते, अपरासु श्रेणिषु वर्तन्ते, महत् परिमाणम् अथवा मध्यमपरिमाणम् इति. अस्तु, इदानीम् इन्द्रियाणां विषये, ग्राणरसनचक्षुरिन्द्रियाणि यद्यपि तेषु रूपम् अस्ति, उद्भूतरूपं नास्ति, अपि परमाणुपरिमाणभिन्नपरिमाणं वर्तते परन्तु उद्भूतरूपं नास्ति इति कृत्वा ते प्रत्यक्षयोग्याः न भवन्ति इति बुद्धं स्यात्. अत्र प्रश्नः अस्ति वा? अस्तु, इदानीम् अग्रे उपरितने भागे वर्धिनी भगिनी प्रयत्नं करोति किम्? वायुप्रभृतिद्रव्याणि. वायुप्रभृतिद्रव्याणि विशेषतश्च त्वगेन्द्रियं वायवीयं श्रोत्रेन्द्रियम् आकाशस्वरूपश्च स्वरूपञ्च. रूपं न वर्तते, परिमाण भिन्नपरिमाणम् अस्ति. रूपं नास्ति, प्रत्यक्षं न भवति. रूपं नास्ति परन्तु परमाणु परिमाण भिन्नपरिमाणमस्ति. केषां अस्ति? वायुप्रभृति विशेषतः च त्वगेन्द्रियं वायवीयं श्रोत्रेन्द्रियम् आकाशस्वरूपञ्च. अत्र सत्यं, अत्र वायुः अपि च आकाशः श्रोत्रेन्द्रियम् आकाशस्वरूपञ्च वायुप्रभृतिद्रव्याणि विशेषन्त त्वग् इन्द्रियं वायवीयम् अपि च श्रोत्रेन्द्रियम् आकाशस्वरूपञ्च स्वरूपं तेषां रूपमस्ति वा? रूपं नास्ति. परमाणुपरिमाणभिन्नपरिमाणमस्ति वा? अस्ति. अस्ति किन्तु रूपं नास्ति. तर्हि प्रत्यक्षयोग्याः भवन्ति किम्? प्रत्यक्ष न भवति. न भवन्ति यतोहि वायुप्रभृतिप्रभृतादीनां रूपं न वर्तते. अस्तु, अत्र किञ्चित् वक्तव्यं भवति यद् अत्र पश्यन्तु. वायुप्रभृतिद्रव्याणि नाम वायुः, आकाशः, कालः, दिग् आत्मा, एतेषाम् अपि च विशेषतः कालः अपि दिग् दिग् अपि च आत्मा, एतेषां रूपं न वर्तते. किन्तु आकाशः, कालः, दिग्, जीवाः, ईश्वरः अग्रिमे पुटे पश्यन्ति चेत् ते सर्वे परममहत् परिमाणम् इत्यस्यां श्रेण्यां सन्ति इति कृत्वा परमाणुपरिमाणभिन्नपरिमाणं तु अस्ति किन्तु रूपं नास्ति इत्यतः न प्रत्यक्षयोग्याः. अस्तु, अत्र किञ्चित् वक्तव्यं भवति यद् विशेषं च त्वगिन्द्रियं वायवीयम् इति उक्तम्. तर्हि एवमस्ति, वायुः इति एकं द्रव्यम् अस्तु, तस्य रूपं न भवति, वायोः रूपं नास्ति. तर्हि कथं जानीमः वायुः अस्ति इति? वायुः इति द्रव्यम् अस्ति इति कथं जानीमः? त्वगिन्द्रियेण. तर्हि त्वगिन्द्रियं कस्य इन्द्रियं? वायोः इन्द्रियम्. उद्धम् तदर्थमेव उक्तम् अत्र त्वगिन्द्रियं वायवीयं च तस्मिन् अपि रूपं नास्ति यथा वायौ रूपं नास्ति त्वगिन्द्रिये अपि नास्ति रूपं. ग्रा कश्चन चक्षुरिन्द्रियं पृथिवी जल तेजसम्बद्ध इन्द्रियाणि पृथिवी जल तेजसि अस्ति रूपम् इति कृत्वा तेषु रूपमस्ति किन्तु उद्भूतरूपं नास्ति इति निर्णीतम्. अत्र वायुप्रभृतिद्रव्याणाम् इन्द्रियं यदस्ति त्वगिन्द्रियं श्रोत्रेन्द्रियं तेषां रूपमेव नास्ति यतोहि वायुप्रभृतिद्रव्याणां वायुः भवतु आकाशः भवतु तेषां नास्ति रूपं. तर्हि इदानीं वायुः इति द्रव्यं तत् द्रव्यं कीदृशं कथं जानीमः यदि रूपमेव नास्ति? तर्हि कथं जानीमः वायुः इति द्रव्यमस्ति इति प्रश्नः आगतः आसीत् खलु? हा, तर्हि उत्तरं भवति अनुमानं कृत्वा एव जानीमः वायुः अस्ति इति. नाम अत्र स्पर्शः इति यः गुणः अस्ति तस्य त्रैविध्यम् अस्ति. अस्तु, जले स्पर्शः, अग्नौ उष्णस्पर्शः. अग्नौ उष्णस्पर्शः अस्ति अपि च अग्नेः रूपमपि वयं ग्रहीतुं शक्नुमः चक्षुषा. तर्हि उष्णस्पर्शः अपि च रूपं मिलित्वा इयम् अग्निः अयम् अग्निः इति वक्तुं शक्नुमः. जले शीतस्पर्शः भवति, जले रूपम् अस्ति, शीतस्पर्शम् अनुभूय जलस्य रूपं दृष्ट्वा इदं जलम् इति वदामः. किन्तु वायुः तथा नास्ति. तर्हि वयं कथं वा जानीमः वायुः इति? सत्यं स्पर्शस्य द्वारा अपि च सः स्पर्शः यः अनुभूयते सः अनुष्णाशीतस्पर्शः अनुष्ण अशीतस्पर्शः नाम अग्नेः स्पर्शवत् उष्णस्पर्शः अपि नास्ति, जलस्य स्पर्शवत् शीतस्पर्शः अपि नास्ति, अनुष्णाशीतस्पर्शः. तादृशः स्पर्शः अपि एकः स्पर्शः नाम एकः गुणः. तर्हि तादृशस्य स्पर्शस्य एकम् एकः आश्रयः स्यात् खलु. हा, एकः आश्रयः स्यात् इति अनुमानं कृत्वा सः आश्रयः वायुः अस्ति इति निर्णीतम्. तर्हि वयम् एवं द्रष्टुं शक्नुमः वायोः कारणेन, वायोः कम्पनात् वृक्षाणां कम्पनं भवति, वायोः कारणेन वृक्षाणां पर्णानां कम्पनं भवति इति वायोः कारणेन किं भवति इति तु वयं द्रष्टुं शक्नुमः. वायुः साक्षात् न दृश्यते, परन्तु वायुना यद् क्रियते तत् सर्वं द्रष्टुं शक्नुमः. अपि च कश्चन स्पर्शः यः अनुष्णः अशीतः, अनुष्णाशीतस्पर्शः, तस्यापि अनुभवः भवति. तादृशस्य स्पर्शस्य किमपि स्यात् आश्रयः, कोऽपि आश्रयः स्यात् इति अनुमानं कृत्वा वायु इति एकं द्रव्यं भवतु इति उक्तमस्ति नैयायिकैः, तथैव आकाशस्य अपि. बुद्धं वा? बुद्धम्. अत्र कोऽपि प्रश्नः? भगिनी एकः प्रश्नः अत्र. परमाणुपरिमाणम् इत्युक्ते पृथिव्यादि चतुष्टयस्य इत्युक्ते पृथिवी, जलं, तेजः, वायुः. परमाणुपरिमाणम् इत्युक्ते वायोः परमाणुपरिमाणं. किन्तु अत्र परमाणुपरिमाणं वायोः इति न, वायोः परमाणुपरिमाणं भिन्नपरिमाणम् एव अस्ति नाम इति प्रश्नः आसीत् वा भवत्याः? आम्, किञ्चित् भ्रमः जातः. अस्तु, इदानीं परिमाणम् इत्युक्ते सैज़्, परमाणुपरिमाणम् इत्युक्ते इत्युक्ते बहु लघुरूपं यत् वयं द्रष्टुमः. सत्यं सत्यं, बहु लघुरूपं परमाणुपरिमाणम् इत्यस्यां श्रेण्या अथवा इत्यस्मिन् गणे केवलं वस्तुत्रयं वर्तते, परमाणु, मनः, तावदेव. हा, किन्तु तत् परमाणुः पृथिव्याः परमाणुः भवति अथवा जलस्य परमाणुः, वायोः परमाणुः अथवा तेजसः परमाणुः इति. सत्यं सत्यं. हा, अतः ओ परमाणुः यः कोऽपि भवतु, यस्य कस्यापि भवतु परमाणुः. अस्तु, परमाणुः यस्य कस्यापि भवतु, परमाणुः तु अस्ति नाम तस्य पुनः विभजनं न भवति, तावान् लघुः अस्ति परमाणुः. यस्य कस्यापि भवतु परमाणुः, तस्य लघुत्वात् तस्य परिमाणमस्ति परमाणुपरिमाणम् इति उच्यते. यस्य कस्यापि भवतु. आम्, किन्तु अत्र वायुः अत्र कोष्टके एक पञ्चाशत् तमे पुटे तत्र परमाणुपरिमाणभिन्नपरिमाणम् अस्ति वायोः. सत्यम् इत्युक्ते किं? लघु नास्ति, वायुः तु सर्वत्र अस्ति, वायोः लघुत्वं नास्ति. अस्तु अस्तु अस्तु, इत्युक्ते वयं द्विविधं स्वीकुर्मः, वायोः परमाणुः भिन्ना च वायुः इत्युक्ते अधिकप्रमाणम् अस्ति. हा, सत्यं, यथा घटः इति वदामः खलु, घटः पृथिवी. आमाम्. हा, यथा यदा पृथिव्याः परमाणुं स्वीकुर्मः तत्र तु परमाणुः, किन्तु घटः इति पार्थिवपदार्थः तत्तु बृहत् तथैव अस्ति. वायुः आहत्य परमाणुपरिमाणभिन्नपरिमाण अस्ति वायोः आहत्य, किन्तु तेषु परमाणाः भवन्ति चेत् तेषां परमाणुपरिमाणपरिमाणमेव भवति. अपि च वायु आकाशः तत्सम्बद्ध इन्द्रियाणां रूपं न भवति इति कृत्वा वायुः न प्रत्यक्षयोग्यः. इत्युक्ते अत्र त्रि अणुक अथवा अधिकपरिमाणं स्वीकृत्य वयं वदामः. अस्तु, त्रि अणुकात् अधिकः अथवा त्रि अणुकात् अधिकः तत् सर्वं प्रत्यक्षयोग्यः यदि उद्भूतरूपं भवति तदा तर्हि. अस्तु, तर्हि अग्रे वयं यत्किमपि चर्चितवत्यः तस्यैव केवलं शास्त्रीयभाषायां सर्वं लिखितमस्ति, विवरणं दत्तमस्ति. किञ्चित् पठेम तर्हि. जयन्ती भगिनी पठति वा? आं भगिनि. घटे उद्भूतरूपम् अस्ति, परमाणुपरिमाण अतिरिक्तं मध्यमपरिमाणं च वर्तते इति तस्य चक्षुषा त्वचा च प्रत्यक्षं भवति. अत्र तृतीयश्रेण्याम् अस्ति पटपटादयः इति. तस्य उद्भूतरूपम् अस्ति, परमाणुपरिमाण अतिरिक्तरूपं इत्युक्ते मध्यमपरिमाणरूपम् अस्ति, अतः तस्य सः प्रत्यक्षयोग्यः भवति चक्षुषा वा त्वचा. हा अस्तु, अग्रे अपि पठतु भगिनि. परमाणुद्वय अणुकयोः उद्भूतरूपम् अस्ति, परन्तु परमाणुपरिमाण अतिरिक्तपरिमाणं न वर्तते इति तयोः प्रत्यक्षं साक्षात्कारः न भवति. किं बुद्धम्? यथा अतिरिक्तपरिमाणम् इत्युक्ते एकनिमिषम्. हा, परमाणु द्वय अणुकयोः उद्भूतरूपम् अस्ति खलु, अत्र किञ्चित् वक्तव्यमस्ति. कीदृशः परमाणुः भवेत्? पृथिवी परमाणुः, जलपरमाणुः अथवा तैजसः परमाणुः भवेत् अथवा द्वे अणुकं भवेत्? तादृशस्य परमाणोः अथवा द्वय अणुकस्य उद्भूतरूपम् अस्ति वा? आम् आम्, पृथिव्याः परमाणुः, जलस्य परमाणुः, जलस्य वा तेजः परमाणोः उद्भूतरूपम् अस्ति. परमाणुपरिमाणरूपम् अस्ति, तस्य प्रत्यक्षं न भवति. किमर्थं? यतोहि परमाणुपरिमाण अतिरिक्तपरिमाणं नास्ति. आम्, अथवा परमाणुपरिमाणभिन्नपरिमाणं नास्ति, अतिरिक्तभिन्न समानार्थकपदे इति कृत्वा तेषां परमाणुनां परिमाण अतिरिक्तं रूपं न अस्ति इत्युक्ते परमाणुपरिमाणरूपम् अस्ति इति खलु? सत्यं, परमाणुपरिमाणपरिमाणम् अस्ति इत्युक्ते परमाणुपरिमाण अतिरिक्तपरिमाणं नास्ति इत्येव. इति कृत्वा तेषां परमाणूनां साक्षात्कारः न भवति अथवा प्रत्यक्षयोग्य इति वयं दृष्टवन्तः. चित्रे यदासीत् तदा उक्तमस्ति अत्र, तावदेव. अस्तु भगिनि, बुद्धं चेत् अग्रे पठतु। एवमेव एवमेव ग्राणीन्द्रियादीनि पृथिव्यादिद्रव्यरूपाणि अपि न प्रत्यक्षाणि। ग्राणीन्द्रियाणि पृथिव्यादिरूपाणि किमर्थम् इत्युक्ते अग्रे पठतु। उद्भूतरूपं नास्ति, परमाणुपरिमाण भिन्नपरिमाणम् अस्ति, अतः सत्यं सत्यं सत्यम्। एवमेव तथैव ग्राणेन्द्रियादीनि पृथिव्यादि द्रव्यरूपाणि अपि न प्रत्यक्षाणि। यथा भगिन्या उक्तं, रूपं तु अस्ति परन्तु उद्भूतरूपं नास्ति। परमाणुपरिमाणभिन्नपरिमाणं तु अस्ति एव इन्द्रियाणां, परन्तु उद्भूतरूपं नास्ति इति कृत्वा ते अपि न प्रत्यक्षे योग्याः। अस्तु, अग्रे सन्ध्या भगिनी पठतु वा। आं भगिनि, तत्र पृथिवीत्वस्य सत्त्वेन रूपवत्त्वं रूपवत्त्वानुमानेऽपि अतीन्द्रियत्वमालोच्य न तत् रूपं वक्ष्यमाणम् उद्भूतरूपम् इति निर्धारितम्। किञ्चित् पठित्वा, इतोपि एकवारं पठित्वा वदतु। तत्र पृथिवीत्वस्य सत्त्वेन रूपवत् कुत्र तत्र पृथिवीत्वस्य सत्त्वेन कुत्र कस्य विषये चर्चा अस्ति अधुना? अत्र घ्राणेन्द्रियादीनि पृथिव्यादि द्रव्यरूपाणि। Welcome to Verizon Wireless. The wireless customer you called is not available at this time. Please try your call again later. Announcement 1 switch 40-6. Welcome to Verizon Wireless. The wireless customer you called is not available at this time. Please try your call again later. Announcement 1 switch 40-6. अस्तु भगिनि पठतु। अस्तु अस्तु, तर्हि घ्राणेन्द्रिय आदीनि अनन्तरं पृथिव्यादि द्रव्यरूपाणि तेषां विषये अस्ति चर्चा। तत्र पृथिवीत्वम् अस्ति, अनन्तरं रूपवत्त्व अनुमाने अपि अतीन्द्रियत्वम् आलोच्य न तत् रूपं वक्ष्यमाणम् उद्भूतरूपम् इति निर्धारितम्। तर्हि तेषाम् उद्भूतरूपं नास्ति इति तस्य विषये ते वदन्ति, किञ्चित् सम्यक् न अवगतम् एतत्, किञ्चित् भवती एव वदतु कृपया। अस्तु, तत्र पृथिवीत्वस्य सत्त्वेन कुत्र इन्द्रियेषु घ्राणेन्द्रियं घ्राणेन्द्रिये पृथिवीत्वस्य सत्त्वेन पृथिवीत्वस्य अस्तित्वेन रूपमस्ति इति अनुमानं कर्तुं शक्नुमः। रूपत्वानुमाने अपि रूपत्वस्य अनुमानं कृत्वा अपि अतीन्द्रियत्वम् आलोच्य रूपम् अस्ति परन्तु तादृशं रूपम् अतीन्द्रियमेव। नाम पृथिवी तु अस्ति, पृथिव्यां रूपं भवेत् इति कृत्वा ग्राणेन्द्रिये अपि रूपत्वम् अस्ति इति अनुमानं तु भवति एव, परन्तु तादृशं रूपम् अतीन्द्रियम् अस्ति, नाम चक्षुषा न गृह्यते इति कृत्वा तादृशं रूपम् उद्भूतरूपं न अनुद्भूतरूपं स्यात् इति निर्धारितम् इति उक्तम् अत्र। बुद्धं वा? न तत् रूपम् उद्भूतरूपम् इति निर्धारितं, वक्ष्यमाणम् इति यत्र वदति इत्युक्ते तत्र भविष्यत्काले वदति इति, अनन्तरं वदति तादृशं रूपं न उद्भूतरूपम् अपि च तद्रूपं वक्ष्यमाणं भवति, अग्रे उक्तं भवति, अग्रे तस्य चर्चा भवति। तत्र संख्या द्वे इति संख्या अस्ति, तत्र अधः नोट् अस्ति, पृथिवीत्वं भवति यत्र तत्र रूपम् अवश्यं भवति इति नियमः। एतद् किमस्ति, किमर्थं तत्र पृथिवी अस्ति चेत् रूपम् अस्ति एव इति वदन्ति? यतः पृथिव्याः रूपम् अस्ति एव अतः एषः नियमः वा? सत्यं, घ्राणम् इति पार्थिव इन्द्रियं खलु, गन्धस्य ग्राहकः ग्राणं, गन्धग्राहकं ग्राणं, पार्थिव इन्द्रियं नाम पृथिवीत्वम् अस्ति ग्राणेन्द्रिये, पृथिवीत्वम् अस्ति इति कृत्वा रूपम् अवश्यं भवति. परन्तु यत् रूपम् अतीन्द्रियं नाम इन्द्रियेण न गृह्यमाणं, तदर्थम् एतद् उद्भूतरूपं न अनुद्भूतरूपमस्ति. तद् अग्रे चर्चितं भवति इति अस्ति. तत्र बुद्धं वा अत्र एतावत्पर्यन्तं सर्वैः बुद्धम्? अस्तु, तर्हि किञ्चित् अग्रे पठेम. नीता भगिनी पठति वा? आं भगिनि. अतः उद्भूतरूपाभावात् तानि अपि अतीन्द्रियाणि. कानि इत्युक्ते उद्भूतरूपा द्रव्यरूपाणि. सत्यं, हा, पृथिव्यादि रूपाणि, पृथिव्यादिद्रव्यरूपाणि, ग्राणेन्द्रियं सर्वम् उद्भूतरूपस्य अभावेन अतीन्द्रियाणि, इदानीमेव चर्चितवन्तः वयं. मनसस्तु मनः तु न उद्भूतरूपं, नापि उक्तपरिमाणम् इति सुदूरं तस्य प्रत्यक्षम्. शब्दाश्रयस्य, गगनस्य, वायोश्च परमाणुपरिमाणमिति परमाणुपरिमाण अतिरिक्तपरिमाणं वर्तते, परन्तु न तत्र रूपमस्ति इति तयोः अपि प्रत्यक्षं न भवति. इदमपि चर्चितं. मनसः का गतिः? नीता भगिनी, न उद्भूतरूपम् इति. मनसः न उद्भूतरूपम् इति कृत्वा प्रत्यक्षयोग्यं नास्ति मनसः, मनः. अपि च उक्तपरिमाणम् इति, उक्तपरिमाणं नाम तस्य परमाणुपरिमाणमेव. परमाणुपरिमाणमेव मनसः इति कृत्वा उभौ अपि नियमौ न साधितौ अत्र, खलु? मनसः रूपमपि नास्ति, परमाणुपरिमाणं भिन्नं परिमाणमपि नास्ति इति कृत्वा मनसः प्रत्यक्षं सुदूरम्. अनन्तरं शब्दाश्रयस्य, शब्दाश्रयः कः? शब्दाश्रयः कः? आकाश. शब्दाश्रयः आकाशः. शब्दाश्रयस्य, आकाशस्य, गगनस्य, वायोश्च परमाणुपरिमाणम् अतिरिक्तपरिमाणं वर्तते, अस्ति. परन्तु न तत्र रूपमस्ति. रूपं नास्ति. अस्तु, इति कृत्वा किं किमभवत् अत्र? अत्र रूपं नास्ति इति प्रत्यक्षयोग्यः नास्ति. प्रत्यक्षयोग्यः नास्ति. कः? आकाशः, वायुः च. इति वयं चित्रे यत् दर्शितवन्तः तस्यैव पुनः पठनं जायमानमस्ति, तावदेव. नूतनविषयः किमपि नास्ति अत्र. शब्दाश्रयः आकाशः अथवा गगनः, तस्य गगनस्य, वायोः अपि परमाणुपरिमाण भिन्न. आकाशः, हा, गगनः इत्युक्ते आकाशः. सः अस्ति शब्दस्य आश्रयः, तर्हि शब्दाश्रयः. वायुः अपि, वायोः परमाणुपरिमाण अतिरिक्तपरिमाणमस्ति, रूपं नास्ति इति कृत्वा प्रत्यक्षं न भवन्ति इति. बुद्धं वा? अस्तु, लक्ष्मी भगिनी अग्रे पठति किम्? आं भगिनि. किं तर्हि तयोः सत्त्वे प्रमाणम् अनुमानं? पृथ्व्यादित्रिके यादृशस्पर्शः वर्तते तद्विजातीयस्पर्शः अनुभूयमानः यः स आश्रयभूतद्रव्यम् अपेक्षते इति तदाश्रय आश्रयतया वायुः सिद्ध्यति. अत्र अनुमानात् तयोः सत्त्वं भवति. तयोः इत्युक्ते पृथ्व्यादि इति चिन्तयामि अथवा अहमेव वदामि. अस्तु, किं तर्हि तयोः सत्त्वे प्रमाणं? तयोः नाम किं? पूर्वतने वाक्ये पश्यन्तु, तत्र शब्दाश्रयस्य गगनस्य वायोः चर्चा जायमाना आसीत् खलु. तर्हि तयोः प्रमाणं किं? वायुः अस्ति इत्यस्य प्रमाणं किम्? आकाशः अस्ति इत्यस्य प्रमाणं किम्? प्रमाणमस्ति अनुमानम्. अनुमानं ज्ञानं चतुर्विधं: प्रत्यक्षम्, अनुमानम्, उपमानं, शब्दः. प्रत्यक्षं ज्ञानम् इत्युक्ते इन्द्रियेण यद् ज्ञानं जायते, त्वचा अथवा चक्षुषा साक्षात् यद् ज्ञानं जायते तदस्ति प्रत्यक्षं ज्ञानम्. इन्द्रियेण यद् ज्ञानं जायते तत् प्रत्यक्षं ज्ञानम्. अनुमानम् इत्युक्ते ऊहा. द्योः अपि च आकाशस्य सत्त्वस्य प्रमाणं किम्? अनुमानम्. अत्र उक्तं पृथिव्यादित्रिके यद् स्पर्शः वर्तते तद् विजातीयस्पर्शः अनुभूयमानः यः सः आश्रयभूतद्रव्यम् अपेक्षते इति तदाश्रयता वायुः सिद्ध्यति. सम्पूर्णवाक्यस्य सारांशः एवमस्ति. पृथिव्यादित्रिके यादृशः स्पर्शः अस्ति, शीतस्पर्शः अथवा उष्णस्पर्शः, तादृशस्पर्शं विहाय इतोपि एकः स्पर्शः अस्ति इति मया उक्तम्, अनुष्णाशीतस्पर्शः. अनुष्ण अशीतस्पर्शः पृथिवी जले तेजसि यादृशः स्पर्शः वर्तते तद्विजातीयः एकः स्पर्शः अस्ति. स्पर्शः तु गुणः, तर्हि तादृशस्पर्शस्य आश्रयः स्यात्. तादृशस्य स्पर्शस्य आश्रयता अन्वेषणं कृत्वा वायुः इति एकं द्रव्यं भवतु इति सिद्ध्यति. बुद्धं वा? टेक्स्चर् इति वक्तुं शक्नुमः वा? किं टेक्स्चर् इति वक्तुं शक्नुमः वा? टेक्स्चर् इति न भगिनि, स्पर्शः. शीत उष्ण विहाय अनुष्ण अशीत, अनुष्ण अशीत प्रायः साक्षात् तथा अनुवादं कर्तुं शक्नुमः वा न वा न जानामि. टेक्स्चर् अपि एकः स्पर्शः एव, तस्मिन् अपि उष्णः न भवेत्, प्रायः शीतः न भवेत्, किन्तु वायोः तादृशः स्पर्शः अस्ति इति अनुवादं सम्यक् वा न वा न जाने. परन्तु यः स्पर्शः शीतः अपि न उष्णः अनुभूयमानः भवति खलु, विलक्षणः स्पर्शः वायोः एव भवतु. विलक्षणः स्पर्शः अस्ति चेत् तस्य स्पर्शस्य आश्रयः अपि एकः स्यात् इति कृत्वा वायुः इति नवमं द्रव्यं भवति. अस्तु, अन्तिमवाक्यं पठतु. एवमेव शब्दरूपगुणस्य आश्रयभूतं द्रव्यम् आवश्यकम् इति तदाश्रयतया आकाशः सिद्ध्यति. तथैव यथा वायुः आसीत् तथैव शब्दः इति यः गुणः अस्ति, गुणः तस्यापि आश्रयः स्यात्. शब्दरूपगुणस्य आश्रयभूतं द्रव्यं किं भवतु? आकाशम् इति स्यात् इति आकाशः अपि सिद्ध्यति. वायोः आकाशस्य प्रमाणं कथं भवति इत्युक्ते अनुमानेन. अन्येषां द्रव्याणां इत्युक्ते पृथिवी जलं तेजः, तेषां प्रत्यक्षं ज्ञानमासीत्, किन्तु वायोः अपि च आकाशस्य अनुमानेन तेषां सत्त्वमस्ति इति सिद्ध्यति. एतावत् प्रश्नः. कोऽपि प्रश्नः अस्ति वा? आं भगिनि, अत्र पदश अर्थः अवगच्छामि, किन्तु पृथिव्यादित्रिके इत्युक्ते पृथिवी जलं तेजसि त्रयोः यादृशस्पर्शः वर्तते तत् विजातीयस्पर्शः. विजातीयस्पर्शः इत्युक्ते इत्युक्ते तस्मात् विजातीयः स्पर्शः इति चिन्तयामि. त्रयः सन्ति विहाय किल विजातीयस्पर्शः अनुभूयमानः यः सः आश्रयभूतद्रव्यम् अपेक्षते इति. अनुभूयमानः यादृशस्पर्शः तद् अनुभूयमानः तत् स्पर्श आश्रयः अनुभूयमानः यः कोऽपि भवतु स्पर्शः तादृश एकविधस्पर्शः अस्माभिः अनुभूयमानः अस्ति. वयं बहिः गच्छामः तर्हि वायुः अस्ति न वा इति अनुभोक्तुं शक्नुमः एव खलु. एकः स्पर्शः भवति वायोः यद् अनुभूयमानः भवति अस्माभिः. तादृशस्पर्शस्य आश्रयस्य अपेक्षा अस्ति, आश्रयम् अपेक्षितं. स्पर्शः इति गुणः अस्ति चेत् गुणः द्रव्ये भवति एव. तद्द्रव्यं किम्? तद्द्रव्यं वायुः इति सिद्ध्यति. तथैव आकाशस्य अपि सत्त्वम् अस्ति इति प्रमाणं कृतम् अनुमानेन. ज्ञानं चतुर्विधं खलु, प्रत्यक्षम्, अनुमानम्, उपमानम् अथवा शब्दः. अत्र अनुमानं कृत्वा वायोः आकाशस्य ज्ञानं ज्ञातमस्ति. अस्तु अस्तु, अन्य कोऽपि प्रश्नः? तर्हि अत्र पृथिव्यादित्रिके यादृशः स्पर्शः इति उक्तः, तर्हि वयं जानीमः जले शीतस्पर्शं शीतस्पर्शः, तत्र तेजसि उष्णस्पर्शः. तर्हि पृथिव्यां कीदृशः तत्र स्पर्शः? पृथिव्याम् अपि च वायौ अनुष्णाशीतस्पर्शः अस्ति इति महोदयेन उक्तं गते वर्गे. तर्हि पुनः स्पष्टीकर्तव्यं भवति पृथिव्यामपि अनुष्णा शीतः स्पर्शः अस्ति वा अथवा भिन्नस्पर्शः अस्ति वा इति. अस्तु, तत् स्मृत्वा किञ्चित् स्पष्टीकुर्मः अग्रिमे. अस्तु भगिनि, अन्यः प्रश्नः अस्ति किम्? आं भगिनि, एतस्मिन् विषये न, किन्तु ज्ञानं शब्देनापि ज्ञातुं शक्नुमः. प्रत्यक्षम्, अनुमानम्, उपमानं, शब्दः तस्य उदाहरणम् अस्ति वा शब्दस्य? प्रायः चिन्तयामि कस्यचित् अथवा कस्माच्चित् वस्तुनः शब्दं श्रुत्वा इदं वस्तु यानं गच्छति चेत् इदं यानम् अस्ति भवेत् इति तस्य शब्दं श्रुत्वा वक्तुं शक्नुमः. तादृशमेव इति चिन्तयामि. तत्र शब्दः इत्युक्ते चिन्तयामि आप्तजनस्य शब्दः इति, यथा गुरुजनाः वा ग्रन्थस्य शब्दः इति चिन्तयामि. इत्युक्ते उक्तः शब्दः इति मम ऊहा अस्ति. कुत्र भगिनि? तत्र प्रमाणेषु इति प्रश्नः किल भगिन्याः, तत्र प्रमाणेषु भगिन्याः प्रश्नः आसीत् ज्ञानं चतुर्विधम् इति उक्तं, तर्हि शब्दः कीदृशं भवति इति. प्रत्यक्षम् अनुमानं तु जानीमः, परन्तु शब्दः इत्युक्ते कीदृशं ज्ञानं. सन्ध्या भगिनी किमपि उक्तवती खलु तत्र? तदेव शब्दः इत्युक्ते चिन्तयामि यत् आप्तजनैः वा इष्टजनैः यद् उक्तं सः शब्दः इति, अस्मिन् सन्दर्भे शब्दस्य अर्थः इति चिन्तयामि. यस्मिन् अस्माकं विश्वासः अस्ति सत्यं प्रायः. महोदयेन न चर्चितं सम्पूर्णतया अस्मिन् विषये, किन्तु स्यात् प्रायः. आम् अन्य च अपि भगिनि वायौ पृथिव्याम् अनुष्णाशीतस्पर्श अस्ति इति महोदयेन उक्तम् अत्र लिखितम् अस्ति मया सत्यं सत्यं मयापि श्रुतं तथैव अत्र तु पृथिव्यादित्रिकस्य स्पर्शः यदस्ति तद् विहाय एकः स्पर्शः इति उक्तं तर्हि स्पष्टीकर्तव्यम् कोऽपि प्रश्नः अस्ति वा अन्यत् अथवा किमपि चिन्तनम् भगिनि अस्तु तर्हि प्रश्नाः न सन्ति चेत् विरमामः शुभरात्रिः बहु धन्यवादः धन्यवादः शुभरात्रिः बहु धन्यवादः भगिनि